गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् इदानीं वयम् अष्टविंशति अधिक एकशततमपुटे स्मः तत्र अन्तिमपरिच्छेदः अस्ति चक्षुर्मात्रग्राह्यम् इत्यत्र ततः आरभ्य अद्यतनवर्गः अग्रे गमिष्यति तत्र शीर्षकं किम् इति चेत् सर्वत्र मात्रपदेन निवार्यं चिन्त्यम् इत्युक्ते यत्र यत्र लक्षणवाक्ये मात्र इति पदं दृश्यते तस्य अर्थः कः इति चक्षुर्मात्रग्राह्यो गुणः रूपम् इति रूपस्य लक्षणं पूर्वं कृतम् तत्र मात्रपदेन किम् अवगतम् अत्र वस्तुतः दलत्रयमस्ति इति ग्रन्थकारेण उक्तं चक्षुर्ग्राह्यत्वम् इति एकं दलं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति द्वितीयं दलं गुणत्वम् इति तृतीयं दलम् आहत्य दलत्रयं वर्तते अस्मिन् लक्षणे इति ग्रन्थकारेण उक्तं किन्तु ततोपि किञ्चित् गभीरचिन्तनम् अस्मिन् पाठे कृतम् इत्युक्ते चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इत्युक्ते तत्र भिन्नेन्द्रियाणि बहूनि सन्ति तेषां सर्वेषाम् उल्लेखः परामर्शः अत्र अस्ति वा इति चेत् न केवलं त्वगिन्द्रियभिन्नग्राह्यत्वम् इति एव तत्र भिन्न इति पदेन केवलं त्वगिन्द्रियमेव अवगन्तव्यम् तत्र तर्कः कः इति एतत् सर्वम् अस्माभिः अधीतम् अस्तु अपि च अत्र गृहपाठः आसीत् तस्मिन् विषये श्रीराममहोदयेन प्रेषितं तर्हि गृहपाठः कः भवतः उत्तरं किम् इति श्रीराममहोदय किञ्चित् प्रतिपादयति वा न महोदय प्रयत्नं करोमि तत्र स्मृतिलक्षणे तत्र मातृपदं योजितं किमर्थं तादृशं कृतम् यदा मातृपदं न योजयामश्चेत् कुत्र अतिव्याप्तिः भवति इति अपि तत्र प्रश्नः आसीत् तत्र यदा तत्र स्मृति लक्षणवाक्यं किम् इति वदति महोदय लक्षणवाक्यं किम् इति संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति अस्ति तत्र यदा मातृपदं न योजयामश्चेत् तत्र किं भवति संस्कारजन्यं ज्ञानं स्मृतिः संस्कारजन्यं ज्ञानं तदा किं भवति संस्कार मम चिन्तनम् एवम् आसीत् तत्र किं भवति इत्युक्ते संस्कारः अस्ति तत्र जनकता अस्ति स्मृतौ तत्र जन्यता अस्ति एवम् अस्ति इदानीं कुत्र अतिव्याप्तिः भवति इति उच्यते तत्र प्रत्यभिज्ञा इति अस्ति प्रत्यभिज्ञा तस्य उदाहरणं गतवर्गे वयं दृष्टवन्तः सोऽयं देवदत्तः इति अत्र प्रत्यभिज्ञायां तत्र पूर्वस्मिन् काले तत्र मया यं पुरुषं दृष्टं सः एव इदानीं मम पुरतः अपि अस्ति यज्ञ देवदत्तः सः एव देवदत्तः यदा पूर्वं मया दृष्टं सः एव इदानीं मम पुरतः अस्ति इति कृत्वा तत्र किञ्चित् प्रत्यभिज्ञायां तत्र संस्कारः अपि कार्यं भवति अपि च प्रत्यक्षज्ञानजनक तत्र चक्षुरेन्द्रियम् अपि कार्यं तस्मिन् चक्षुरेन्द्रिये अपि कार्यता अस्ति अथवा जनकता अस्ति उभय तत्र न तु केवलं संस्कारः अपि च चक्षुरेन्द्रियस्य अपि कार्यता अस्ति अथवा जनकता अस्ति इदानीं तत्र संस्कारे जनकता अस्ति जन्यता प्रत्यभिज्ञायाम् एवमेव चक्षुरिन्द्रिये अपि जनकता अस्ति प्रत्यभिज्ञायां जन्यता अस्ति यदा चक्षुरिन्द्रियं नास्ति चेत् तदा स्मृतिः इति वदामः चक्षुरिन्द्रियज्ञानं प्रत्यक्षज्ञानं नास्ति चेत् तद् स्मृतिः एव भवति इदानीं प्रकृतलक्षणवाक्ये यदा मातृपदं न योजयामः, मातृपदं न किमर्थं योजनीयम् इत्युक्ते तत्र चक्षुरेन्द्रियेण जन्यं प्रत्यभिज्ञायां निवारणं करणीयम्, चक्षुरेन्द्रेण अपि च संस्कारेण द्वयेन यत् ज्ञानं प्रत्यभिज्ञा इति ज्ञानं जनयति तस्य निवारणं करणीयम् इति कृत्वा तत्र मातृपदं योजनीयम् इति अहं चिन्तयामि. सत्यम् इति अस्ति इत्युक्ते संस्कारमात्रजन्यं ज्ञानं स्मृतिः. अत्र नूतनाः अपि सन्ति इति कृत्वा किञ्चिदिव परिशीलयामः पुनः. अस्तु, अत्र कति दलानि सन्ति महोदय अस्मिन् लक्षणवाक्ये? ज्ञानं इति एकं संस्कारं मात्र तत्र संस्कारजन्यत्वम् इति अस्ति एकदलम्. अनन्तरं संस्कारभिन्न इन्द्रिय अजन्यत्वम् इति द्वितीयदलम्. अनन्तरं ज्ञानमिति तृतीयम् इति अहं चिन्तयामि. संस्कारजन्यत्वे सति संस्कारभिन्न, अत्र भिन्न इन्द्रिय, तत्रैव मम प्रश्नः आसीत् कथं वा तत्र इन्द्रियम् इति वदामः. संस्कारः तु इन्द्रियः नास्ति खलु, अतः प्रत्यक्षज्ञानम् इति वदामः. तथा संस्कारभिन्न ज्ञान प्रत्यक्षज्ञानभिन्न अजन्य चेति हा. तर्हि अत्र अपि मम क्लेशः तु तत्र विषयम् इति वदामः महोदय. किं पुनः वदतु भगिनि? आचार्येण तत्र स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितम् इति उक्तमासीत् इति कृत्वा चक्षुरेन्द्रियम् इति स्वीकृतवान्, अथवा प्रत्यक्षज्ञानम् इति स्वीकर्तुं शक्यते इति अहं चिन्तयामि महोदय. हा, समीचीनम् इति चिन्तयामश्चेत् ग्रन्थकारेण यदुक्तं तस्मात् उपरि अस्माकं स्वतन्त्रचिन्तनं जायमानमस्ति इति भवति. तादृशमेव कृतम् अत्र ग्रन्थकारेण. किं लिखितमस्ति? संस्कारमात्रजन्यज्ञानं स्मृतिः इत्यत्र संस्कारजन्यत्वे सति संस्कारभिन्न अजन्यत्वे सति इति इति वदामश्चेत् तत्र क्लेशः भवति. ज्ञानत्वं तर्हि तत्र प्रत्यक्षज्ञान अथवा भिन्न किञ्चिदिव चिन्तयामः. अहम् अन्येषां कृते किञ्चित् प्रतिपादयन् अस्मि. ज्ञानत्वं ज्ञानम् इत्युक्ते बुद्धिः इति चतुर्विंशतिगुणेषु अन्यतमः यदस्ति केवलम् आत्मनि लभ्यते तदेव ज्ञानं. बुद्धिः इति मूलग्रन्थे यद् लिखितं तदेव ज्ञानम् इत्यनेन परामर्शितम्. अस्तु, ज्ञानत्वं भवेत् कुतः कुत्र? स्मृतौ एकं. द्वितीयं संस्कारजन्यत्वम् अपि भवेत्. तर्हि एतद् दलद्वयम् एव वदामश्चेत् मात्र इति पदं त्यक्त्वा संस्कारजन्यज्ञानं स्मृतिः इति वदामश्चेत् कुत्र अतिव्याप्तिः भवति? प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. प्रत्यभिज्ञा सोऽयं देवदत्तः, यः देवदत्तः पूर्वं मया दृष्टः सः एव यः देवदत्तः मम पुरतः अस्ति यस्य ग्रहणं चक्षुषा मया क्रियते. अस्तु, तर्हि प्रत्यभिज्ञायां कार्यद्वयं भवति. प्रथमं तत्र जन्यत्वं स्थलद्वये भवति इत्युक्ते प्रत्यक्षेण गृह्यते देवदत्तः इति तु सत्यं. किन्तु प्रत्यभिज्ञायाम् इतोपि किञ्चित् अधिकमस्ति खलु. प्रत्यक्षेण चक्षुषा गृह्यते चेत् तत् प्रत्यक्षज्ञानं भवति, तत् प्रतिभिज्ञानं भवति. यत्र प्रत्यक्षं नास्ति तत्र केवलं स्मरणमेव अस्ति चेत् तत् स्मृतिः भवति. प्रत्यभिज्ञायां द्वयमपि अस्ति, स्मृतिः अपि अस्ति अपि च प्रत्यक्षमपि अस्ति. मिलित्वा एव सोऽयं देवदत्तः इति वक्तुं शक्यते. यः देवदत्तः पूर्वस्मिन् काले यत्र कुत्रापि मया दृष्टः सः एव दत्तः सः एव देवदत्तः मम पुरतः अस्ति. अस्तु, यः देवदत्तः ह्यः मया दृष्टः सः एव पुरतः मम पुरतः अस्ति इति चेत् तत्र प्रत्यभिज्ञायाः आवश्यकता एव नास्ति. किन्तु यः देवदत्तः तत्र बहुकालपूर्वं मया दृष्टः इत्युक्ते 30 वर्षपूर्वं वा 40 वर्षपूर्वं वा तस्मिन् दिने सः बालः आसीत् बालकः आसीत् इदानीं सः वयस्कः जातः. तर्हि इदानीं स्मरणेन आगच्छति यः मम पुरतः अस्ति तम् अहं पश्यामि. किन्तु पूर्वं बहुकालात् पूर्वं यस्य दर्शनं मया कृतं सः एव एषः इति मम स्मरणेन आगच्छति. तर्हि कोऽपि वदति सः अयं देवदत्तः इति कोऽपि वदति, नो चेत् मम अपि तादृशज्ञानं भवति. यदा किञ्चित् सम्भाषणं तेन सह क्रियते तदा मम अपि एतादृश ज्ञानं जायते. तर्हि प्रत्यभिज्ञा इति साक्षात् स्मृतिः अपि नास्ति, प्रत्यक्षमपि नास्ति, मिलित्वा प्रत्यभिज्ञा जायते. किन्तु स्मृतिं विना प्रत्यभिज्ञा जायते वा? न जायते. प्रत्यक्षं विना प्रत्यभिज्ञा जायते वा? न जायते. अस्तु भवतु, तत्र प्रत्यक्षम् इति इदानीं किञ्चित् अन्यस्मिन् पार्श्वे स्थापयामः. अस्माकं विवक्षा कुत्र अस्ति? स्मृतौ. तत्र मम किञ्चित् क्लेशः अस्ति, तत्र स्मृतिं विना इति अथवा संस्कारं विना इति उक्तवान् महोदय. तत्र स्मृति संस्कारं विना इति वक्तव्यं मया. सत्यं सत्यं. अस्तु समीचीनं. तर्हि अत्र स्मृतिः केन जायते इति चेत् संस्कारं, संस्कारः इति कश्चन आत्मगुणः जायते. प्रत्येकं ज्ञानं क्षणात्मकमस्ति, अयं घटः इति यदा प्रत्यक्षज्ञानं जायते तदनन्तरम् अयं पटः इति यदा ज्ञानं जायते तस्मिन् समये अयं घटः इति ज्ञानं नष्टं जातमस्ति. अस्तु तर्हि कथं वा तदनन्तरं श्वः तदेव घटं सः एव तमेव घटम् अहं पश्यामि तदा कथं वा एषः घटः मया ह्यः दृष्टः इति स्मरणं कदा जायते इति चेत् अयं घटः इति ज्ञानं यस्मिन् समये जायते तदग्रिमक्षणे आत्मनि संस्कारः भावनाख्यसंस्कारः इति संस्कारः जायते. संस्कारः इत्युक्ते इम्प्रेशन्, आत्मनि जायते विशेषगुणः अस्ति. अस्तु तर्हि इदानीं संस्कारः अस्ति. तदनन्तरं यदा अग्रिमदिने नो चेत् अन्यत्र यत्र कुत्रापि सः एव मया दृश्यते तदा संस्कारेण अपि च प्रत्यक्षेण इदानीं प्रत्यभिज्ञा जायते सोऽयं घटः इति. यः घटः पूर्वस्मिन् दिने यत्र कुत्रापि मया दृष्टं सः एव घटः मम पुरतः अस्ति इति तदेव प्रत्यभिज्ञाति. भवतु तर्हि संस्कारेण प्रत्यभिज्ञा जायते इति तु सत्यं, केवलं संस्कारेण न, संस्कारः अपि च प्रत्यक्षं मिलित्वा एव प्रत्यभिज्ञा जायते. अस्तु तर्हि संस्कारजन्यं ज्ञानं स्मृतिः इति वदामश्चेत् प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. कथं? संस्कारेण प्रत्यभिज्ञा जायते, अपि च प्रत्यभिज्ञा इति कश्चन ज्ञानमस्ति, ज्ञानत्वम् अपि प्रत्यभिज्ञायाम् अस्ति, संस्कारजन्यत्वम् अपि प्रत्यभिज्ञायाम् अस्ति इति कृत्वा प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. तन्निवारणाय अत्र मात्र इति पदं योजितम्. तर्हि मात्रम् इति पदेन कथं वा अतिव्याप्तिः निवारितः इति चेत् यदि एकं ज्ञानं केवलं संस्कारेण जायते अन्येषाम् अपेक्षां विना यदा ज्ञानं जायते तदेव स्मृतिः. किन्तु प्रत्यभिज्ञायाम् इदानीं प्रत्यक्षस्यापि अपेक्षा अस्ति, प्रत्यक्षं विना प्रत्यभिज्ञा यदा कदापि न जायते इति कृत्वा तत्र मात्र इति पदं योजितमस्ति. तत्र इदानीं मात्र इति पदेन किं निवारितम् इत्युक्ते संस्कारं विना अन्यत् यत्किमपि कार्यं नास्ति, कारणं नास्ति वा इति चेत् तादृशं नावगन्तव्यम्. इत्युक्ते स्मरणं कुत्र जायते? स्मृतिः इति ज्ञानं, ज्ञानस्य एकविधम् अस्ति नैयायिकानां मतानुसारं नया केवलं नैयायिकानां नास्ति इति नास्ति, सर्वैः अङ्गीकृतमेव एतत्. ज्ञानं द्विविधम्, अत्र अनुभवः इति एकः, द्वितीयः अस्ति स्मृतिः. तर्हि स्मृतिः इत्युक्ते किं? ज्ञानमेव. अनुभवः इत्युक्ते किं? ज्ञानमेव. अस्तु, ज्ञानं कुत्र जायते? आत्मनि जायते. तर्हि आत्मा इति अधिकरणं विना ज्ञानं न जायते इति कृत्वा अत्र आत्मा समवायिकारणमस्ति खलु. ज्ञानस्य समवायिकारणम् आत्मा. तर्हि अत्र संस्कारमात्रजन्यम् इत्युक्ते तर्हि आत्मनि अपि जन्यत्वम् अस्ति, आत्मनि अपि जन्यत्वम् अस्ति, किन्तु तस्य निवारणार्थम् अत्र मात्रा इति पदं न योजितं. तत्र बहूनि साधारणकारणानि भवन्ति, कालः अपि कारणं, दिक् अपि कारणम् इति बहूनि कारणानि सन्ति. अग्रे तस्मिन्नेव विषये किञ्चिदिव पश्यामः. किन्तु अत्र मात्र इति पदेन आत्मनि जायमानकारणत्वं न निवारितम्. यदि निवारयामः तर्हि क्लेशः भवति. तर्हि कस्य निवारणं कृतम् इति चेत्, अतः एव अत्र लिखितमस्ति संस्कारभिन्नमिन्द्रियं विवक्षितम् इत्युक्ते संस्कारं विना अन्येन येन केनापि इन्द्रियेण, इन्द्रियस्य साहाय्येन इति वक्तव्यम्. इन्द्रियेण इति न, इन्द्रियेण इति वदामश्चेत् संस्कारः इन्द्रियम् इति जायते, तन्न विवक्षितम्. तर्हि संस्कार तत्र मात्रपदेन किमुक्तं? संस्कारभिन्नम् इन्द्रियम् इति उक्तं. संस्कारभिन्नम् इत्युक्ते किं? अत्र पश्यन्तु, संस्कारभिन्नम् इन्द्रियम् इति उक्तं, न तु संस्कारभिन्न इन्द्रियम्. यदि संस्कारभिन्न इन्द्रियम् इति वदामः तत्र समासः भिन्नरीत्या करणीयः. संस्कारभिन्नम् इन्द्रियम् इति अस्ति अत्र. भिन्नम् इति सुबन्तं, सुबन्तेन सह अत्र लिखितं. तर्हि अत्र समासः नास्ति, तत्रैव वैशिष्ट्यमस्ति. संस्कारभिन्न इन्द्रियम् इति वदामश्चेत् तत्र क्लेशः भवति. भिन्नेन्द्रियम् इति भवति समासे. अकारः अस्ति, तस्मात् परम् ईकारः अस्ति. तर्हि समासे सन्धिः नित्या इति कृत्वा संस्कारभिन्नेन्द्रियम् इति भवति. किन्तु अत्र संस्कारभिन्नम् इन्द्रियम् इति लिखितत्वात् अत्र केवलं वर्णमेलनमेव कृतं. तर्हि संस्कारभिन्नम् इति एकं पदम्, इन्द्रियम् इति द्वितीयं पदं, तादृशम् अवगच्छामश्चेत् समीचीनबोधः जायते. इत्युक्ते संस्कारम् अतिरिच्य यत्किमपि इन्द्रियस्य साहाय्येन यत् ज्ञानं जायते तत् मात्रपदेन निवारितं. तर्हि इदानीं प्रत्यभिज्ञा तस्मिन् उल्लिखितं न भवति इति आगच्छति. अस्तु, प्रश्नाः सन्ति वा एतावत्? सर्वैः अवगतं वा? तर्हि श्रीराममहोदयेन किं लिखितं? प्रत्यभिज्ञायाः लक्षणम् एवं भवति, अहं चिन्तयामि. चक्षुर् इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रयत्वे सति, चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रयत्वे किमर्थम् अत्र आश्रयं भवति? अस्तु, इदानीं तस्मिन् विषये न चिन्तयामः. अहं किं करोमि, श्रीरामहोदय, भवान् भवतः उत्तरं तत्र वाट्साप् ग्रूप् मध्ये प्रेषयतु. अस्तु अस्तु महोदय, एकवारं दृष्ट्वा. हा हा हा, अत्र आश्रयत्वं न भवति खलु, किञ्चित् चिन्तनीयम् इतोपि. अस्तु. हा, अपि च भवान् किं करोतु, अत्र चित्रं स्थापयतु. तत्र वाट्साप् ग्रूप् मध्ये प्रेषयति चेत् समीचीनं भवति. अस्तु, तत्र सुलभदोष निवारितुं शक्यते. सत्यं सत्यम्. अस्तु, इति तर्हि एतावत्पर्यन्तं जातम्. अत्र अन्तिमपरिच्छेदे अन्तिमवाक्ये किं लिखितं? तज्जन्यत्व अभावं निवेश्य वक्ष्यमाणरीत्या प्रत्यभिज्ञायाम् अतिव्याप्तिः वार्यते इति सर्वं समञ्जसम् इति लिखितम्. तर्हि तत्र अतिव्याप्तिः इदानीं मात्रपदस्य योजनेन निवारिता अस्ति इति भवति. अस्तु, अत्र मुख्यवार्ता अस्ति संस्कारभिन्नम् इन्द्रियं, तत्र केवलं वर्णमेलनमेव अस्ति, न तु समासः. समासः इति स्वीकुर्मश्चेत् तत्रैव क्लेशः भवति. अस्तु, तदनन्तरम् अग्रे पठेम. तस्मात् पूर्वं तत्र नूतनाः सन्ति इति इतोपि किञ्चित् अहं वक्तुम् इच्छामि. अत्र व्यापारः इति कश्चन सिद्धान्तः अस्ति महोदय. प्रश्नः अस्ति, समञ्जसम् इत्युक्ते एक्साक्ट् मीनिङ्ग् रिकन्सैल्ड् इति अर्थः. धन्यवादः महोदय, धन्यवादः. अस्तु, तर्हि इदानीं नव आत्मगुणाः सन्ति इति वयं जानीमः. तेषु षड् आत्मगुणाः, प्रथमषड् आत्मगुणाः मनसा गृह्यन्ते, किन्तु धर्म अधर्म संस्कारः इति त्रयः आत्मगुणाः केनापि इन्द्रियेण न गृह्यन्ते. तर्हि इदानीं संस्कारः इत्यस्य अस्तित्वे प्रमाणं किम् इति चेत् तत्र अनुमानमेव प्रमाणम्. कीदृश अनुमानम् इति चेत् तत्र व्यापारत्वम् इति कश्चन सिद्धान्तः नैयायिकैः कल्पितः. व्यापारः इति पदं, व्यवहारः इति पदं भिन्नमस्ति. बहुषु तत्र गुण बहुषु गुणलक्षणेषु न व्यवहार गुणलक्षणे द्रव्यलक्षणे अपि अस्ति खलु. अतीतादिव्यवहारहेतुः कालः, प्राच्यादिव्यवहारहेतुः दिक् इति. तत्र व्यवहारः इति पदं दृश्यते. व्यवहारः इति पदेन किं बोध्यम् इति चेत् शब्दजनकत्वं, शब्दप्रयोगः खलु, ज्ञानजनकशब्दप्रयोगः. व्यवहारः इति पदेन ज्ञानजनकशब्दप्रयोगः एव विवक्षितः अस्ति. अस्तु, अत्र तु इदानीं व्यवहारः इति पदं नास्ति, व्यापारः इति पदम्. व्यापारः इति पारिभाषिकशब्दमस्ति. व्यापारः इत्यस्य नाम कः इति चेत् व्यापारस्य लक्षणं किम् इति चेत् तज्जन्यत्वे सति तज्जन्यजनकत्वं. स्वयं जन्यं भवेत्, स्वयं जन्यं भवेत्, अपि च येन जन्यते तेन पुनः सः यः जन्यः अस्ति सः पुनः जनकः अपि भवेत् इति एव व्यापारस्य लक्षणमस्ति. अत्र उदाहरणं किम् अस्माभिः दृष्टम् इति चेत्, घटस्य उत्पादनं यदा जायते तदा दण्डः निमित्तकारणम् इति अस्माभिः अधीतम्. दण्डं विना अत्र घटः न उत्पद्यते इति कृत्वा दण्डः निमित्तकारणम्. अपि च तत्र त्रयः निकषाः अपि सन्ति. कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, यदा यदा कार्यं जायते तदा सर्वदा अस्ति, पूर्वक्षणे अस्ति. अस्तु, तर्हि अत्र पुस्तके किम् उदाहरणं चिन्तितम् इति चेत्, यदि दण्डस्य नष्टं जायते इत्युक्ते पूर्वक्षणात् पूर्वमेव दण्डः कृशः अस्ति इति चिन्तयतु. तेन दण्डेन मया चक्रे भ्रमणं कारितं, तदनन्तरं किं जातं, दण्डस्य नष्टं जातम् इति चिन्तयन्तु. तर्हि इदानीं पूर्वक्षणे दण्डः नास्ति किन्तु चक्रभ्रमणं जायमानमस्ति. चक्रभ्रमणेन कपालभ्रमणं जायते, कपालभ्रमणेन कपालद्वयोः मध्ये संयोगः अपि जायते. तर्हि इदानीं पूर्वक्षणे नास्ति इति कृत्वा दण्डः न कारणम् इति वक्तुं शक्यते वा? न. यद्यपि दण्डः पूर्वस्मिन् क्षणे नास्ति तथापि किमुक्तव्यं, नष्टमान इति वा, न, यः दण्डः नष्टः जातः तस्मिन् परम्परासम्बन्धेन तत्र कारणत्वम् अस्ति एव. कीदृशपरम्परासम्बन्धः इति चेत् स्वजन्य भ्रमिजन्य भ्रमिमत्ता सम्बन्धः इति. स्व इति अत्र दण्डः, तेन दण्डेन भ्रमणं जातं, स्वजन्य भ्रमि कुत्र अस्ति, चक्रे अस्ति, भ्रमणं चक्रे, तद्दण्डेन एव चक्रस्य भ्रमणं कृतम् इति कृत्वा स्व इति दण्डः, स्वजन्यभ्रमि चक्रभ्रमणं. पुनः चक्रभ्रमणेन कुत्र भ्रमणं जातं, स्वजन्य भ्रमिजन्य भ्रमि मत्ता इति अस्ति. भ्रमीमत् कः? कपालः. भ्रमिमान् कपालः अस्ति. कपालः एव चक्रस्य उपरि अस्ति इति कृत्वा कपाले अपि भ्रमणं जायते. भ्रमिमत्ता मत् इति मतु प्रत्ययः. भ्रमिमान् कपालः अस्ति, तादृशभावः स्वजन्यभ्रमिजन्यभ्रमिमत्ता सम्बन्धेन संयोगः जायते इति कृत्वा अत्र दण्डः अनेन परम्परासम्बन्धेन घटं प्रति उपादानकारणम् अस्ति, निमित्तकारणमस्ति, क्षम्यता, उपादानकारणं निमित्तकारणम् अस्ति इति तु सत्यं. तर्हि अत्र व्यापारः कः इति चेत् कपाले जायमानभ्रमणं, तदेव अत्र व्यापारत् न अत्र चक्रे जायमानभ्रमणं यदस्ति तदेव व्यापारत्वेन स्वीक्रियते. चक्रे भ्रमणं स्वयं न जायते, दण्डेन जायते इति कृत्वा चक्रभ्रमणं जन्यमस्ति. तेन जन्येन पुनः अत्र कपाले अपि भ्रमणं जातम् इति कृत्वा कपाले जायमानभ्रमणं प्रति चक्रभ्रमणं कारणं भवति, जनकः भवति. तर्हि चक्रभ्रमणे जन्यता अपि अस्ति, जनकता अपि अस्ति इति कृत्वा सः व्यापारः इति नैयायिकैः वदन्ति. तर्हि एवं ज्ञानेन संस्कारः जायते. तर्हि संस्कारः स्वयं जन्यमस्ति. पुनः तेन संस्कारेण एव स्मृतिः जायते. तर्हि स्मृतिः संस्कारः इदानीं जनकः अपि. तर्हि स्वजन्यत्वे सति स्वजन्यजनकत्वम् इति कृत्वा अत्र इदानीं संस्कारः इति व्यापारः अस्ति. अनेन तर्केण संस्कारः इति कश्चन पदार्थः भवेत्, नो चेत् स्मृतिः न जायते इति एषः एव तर्कः. तर्हि संस्कारः इति अन्यतमः गुणः अस्ति इति तस्य व्यापारत्वेन तस्य अस्तित्वम् अपि च तस्य जन्यत्वं जनकत्वं द्वयमपि स्वीकृतम् इति तावत् पठितम्. अस्तु, प्रश्नाः सन्ति वा एतावत्? अस्तु, एतद् आधारीकृत्य अग्रे पठेम. मेहुल् महोदय पठति वा? चक्षुर्मात्रग्राह्यम्. आम् आम् महोदय. चक्षुर्मात्रग्राह्यम् इत्यत्र मात्रपदोत्तरवर्ती ग्राह्य इति पदमस्ति, तदर्थः जन्यप्रत्यक्षविषयत्वं. मात्रपदपूर्ववर्तिपदं चक्षुरिति पदम्, तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति. तथा च चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वमिति अर्थः लब्धः, तस्य च अभावः रूपपदार्थे तत्र बोध्यते. चक्षुर्भिन्नं च चक्षुषः इन्द्रियरूपत्वात् इन्द्रियम् एव ग्राह्यमिति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः रूपनिष्ठः बोध्यते. एवं चक्षुर्ग्राह्यत्वमपि बोध्यते. तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः चक्षुर्जन्यप्रत्यक्षविषयत्वमिति च चक्षुर्मात्रग्राह्यमित्यनेन लब्धम्. अस्तु, अत्र चक्षुर्मात्रग्राह्यम् इति पदम् इति समस्तपदमस्ति. तत्र मात्रपदस्य अनन्तरं ग्राह्य इति पदं यत् अस्ति इति पदमस्ति, तस्य अर्थः कः? तर्हि ग्राह्य इति पदस्य अर्थः जन्यप्रत्यक्षविषयत्वम्. अतः चक्षुर्मात्रजन्यप्रत्यक्षविषयत्वम् इति अत्र भवति. परन्तु मात्रपदस्य पूर्वे चक्षुरिति पदमस्ति, तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति. तत् चक्षु इति पदस्य तदर्थभिन्नस्य चक्षु इति पदस्य अर्थ भिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति. अस्तु, जन्यप्रत्यक्षविषयत्वम् इति ग्राह्य इति पदस्य अर्थः. चक्षुर्मात्रग्राह्यम् इति अस्ति, तर्हि चक्षुर्भिन्न इन्द्रियजन्यप्रत्यक्षविषयत्व इति भवति. अन्ततो गत्वा चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति तत् चक्षुर्मात्रग्राह्यम् इति पदस्य अर्थः भवति. कस्य अर्थः महोदय? चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति अर्थः लब्धः, कस्य अर्थः लब्धः? चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् अहं मन्ये मात्रपदस्य इति एव खलु? नास्ति, अत्र मात्रपद मात्रपद मात्रपदेन चक्षुर्भिन्नेन्द्रियम् इति अर्थः लब्धः. आम् आम् आम्. तर्हि मिलित्वा इदानीम् अत्र ग्राह्य इति पदमस्ति खलु? आमां, ग्राह्य इति पदस्य ग्राह्य इति पदस्य एवम् अर्थः, चक्षुर्भिन्न भिन्नजन्यप्रत्यक्षविषयत्वम् इति. केवलं ग्राह्य इति पदं स्वीकुर्मश्चेत् जन्यप्रत्यक्षविषयत्वम् इति. आम् आम् सत्यम्. तस्मात् पूर्वमिदं चक्षुर्मात्र इति उक्तं खलु, तेनतः सम्बन्धः अन्वयः करणीयः. तर्हि इदानीं मिलित्वा समस्तपदस्य चक्षुर्मात्रग्राह्यत्वम् इति समस्तपदस्य अर्थः कः इति चेत् चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति अर्थः लब्धः इति उक्तम्. चक्षुर्मात्रग्राह्यम् इत्यस्य अर्थः चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति. अस्तु, तर्हि तत् विषयस्य अभावः रूपपदार्थे अस्ति इति अत्र बोध्यते. इत्युक्ते चक्षुर्भिन्न अन्य कोऽपि इन्द्रियजन्य ज्ञानम् अपि च तस्य विषयः विषयत्वम् इत्यस्य अभावः रूपे अस्ति इति एव अत्र बोध्यते. अत्र चक्षुर्भिन्नं च चक्षुषः इन्द्रियरूपत्वात् इन्द्रियम् एव ग्राह्यम् इति. अस्तु, तदेव अत्र लिखितं पुनः, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः रूपनिष्ठः. इत्युक्ते रूपे चक्षुर्भिन्न इन्द्रियजन्यप्रत्यक्षविषयस्य अभावः विषयत्वस्य अभावः अस्ति इति आगच्छति. इति एव अत्र चक्षुर्ग्राह्यत्वम् इति पदेन इति अस्माकं ज्ञानं भवति. अतः चक्षुर्ग्राह्यत्वम् इत्यनेन चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्व अभावः अपि च चक्षुर्जन्यप्रत्यक्षविषयत्वम् इति द्वयोः पदे इति अर्थद्वयम् आगच्छति चक्षुर्ग्राह्यत्वम् इत्यनेन. क्षम्यतां, चक्षुर्मात्रग्राह्यत्वम् इत्यनेन. अत्र चक्षुर्मात्रग्राह्यत्वम् इत्यनेन प्रथमं तु चक्षुर्जन्यप्रत्यक्षविषयत्वम् इति आगच्छति एकः अर्थः, अपि च द्वितीयं भवति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य विषयत्वस्य अभावः इति द्वितीयं दलद्वयं तत्र चक्षुर्मात्रग्राह्यम् इत्यनेन. अस्तु, अत्र इदानीं स्वशब्दैः वदति वा अयम् अस्मिन् परिच्छेदे आशयः कः? एतादृशचिन्तनम् अत्र बहु किमपि चिन्तितं, किन्तु सामान्यरीत्या वदामश्चेत् चक्षुर्मात्रग्राह्यत्वम् इति अस्ति, तर्हि तस्य अर्थः कः इत्युक्ते यत् यत् ज्ञानं वयं चक्षुरेन्द्रियेण यत् ज्ञानं भवति तदपि तद् एकः अर्थः. द्वितीयं तु अन्य कोऽपि इन्द्रियेण अग्राह्यत्वम् अस्ति, अपि च अन्य कोऽपि इन्द्रियेण यः ज्ञानं भवति तेषाम् अभावः अपि आगच्छति अत्र. अत्र तदेव दत्तं तदेव अर्थः चक्षुर्मात्रग्राह्यत्वम् इत्यस्य. सत्यं, किन्तु अस्तु अत्र अस्तु, इदानीं सामान्यतया चक्षुर्मात्रग्राह्यत्वम् इति वदामश्चेत् केवलं चक्षुषा गृह्यते इति वदामः खलु सामान्यतया, इति. तर्हि केवलं चक्षुषा चक्षुः एव कारणं रूपं प्रति, केवलं चक्षुः एव कारणम् इति वदामश्चेत् सामान्य अर्थबोधः किं भवति? अन्यत् यत्किमपि पद यः कोऽपि पदार्थः कारणं नास्ति इति भवति. आं सत्यं, केवलं चक्षुषा एव तस्य भवति. आम् सत्यं. किन्तु अत्र केवलं चक्षुषा यद् गृह्यते तद् रूपम् इति अत्र केवलम् इति पदेन इदानीं चक्षुर्भिन्नं लोके ये पदार्थाः सन्ति तेषां सर्वेषां समावेशः कुर्मश्चेत् इदानीम् आत्मा अपि तस्मिन् समावेशः जायते, कालः अपि तस्मिन् समावेशः जायते, तन्न इष्टं खलु. सत्यं सत्यं. किमर्थम् इत्युक्ते रूपम् अस्तु अत्र आत्मा इति न वक्तव्यम्, अत्र घटः इति रूपं, रूपस्य विषये एव चिन्तनं खलु. तर्हि घटः इति समवायीकारणं विना रूपं भवति भवितुमर्हति वा? न भवितुमर्हति. न भवति. कालं विना रूपस्य ज्ञानं भवति वा? न भवति. ज्ञानं विना अपि ज्ञानं भवति वा? न भवति. सर्वे तर्हि बहूनि कारणानि सन्ति. सत्यं, बहूनि कारणानि सन्ति. अत्र केवलं चक्षुषा इति वदामश्चेत् अत्र केवलम् इति पदेन चक्षुर्भिन्नं लोके ये पदार्थाः सन्ति ते सर्वे अत्र उल्लिखिताः सन्ति चेत् अत्र क्लेशः भवति. क्लेशः, सत्यं. तर्हि केवलं चक्षुषा इत्यनेन किम् अवगन्तव्यम् इति चेत् चक्षुः इति इन्द्रियम् इति कृत्वा चक्षुर्भिन्ने इन्द्रियम् इति वक्तव्यम्. तत्र भिन्नम् इति पदेन केवलम् इन्द्रियमेव योजनीयम्. सर्वे पदार्थाः, अन्यानि इन्द्रियाणि एव योजनीयानि, न तु सर्वे पदार्थाः. इति आशयः. सत्यं, केवलम् इन्द्रियस्य विषये एव चर्चा. तत्र मात्रपदेन अन्येषाम् इन्द्रियाणाम् अन्यानि इन्द्रियाणि एव बहिष्कृतानि भवन्ति, न तु सर्वे पदार्थाः. सर्वे पदार्थाः इति सामान्यभाषया वदामश्चेत् अत्र भवति किमपि लिखितमस्ति, जन्यप्रत्यक्षविषयत्वम् इति सर्वं भवतु, किन्तु अवगमनं, सिद्धान्तस्य अवगमनं किम् इति चेत् अत्र चक्षुः केवलं चक्षुषा यद्गृह्यते तदेव रूपम् इति वदामश्चेत् तदेव तदेव तत्र लिखितं चक्षुर्भिन्नञ्च चक्षुषः इन्द्रियरूपत्वात् इन्द्रियमेव. इदानीं तदेव अत्र मुख्यवार्ता एषा एव इति अस्ति. अस्तु, समीचीनं महोदय, धन्यवादः. अग्रे इदानीं कः पठति? शिवराम महोदय पठति वा? पूटसङ्ख्या वदतु महोदय. 129. तदेव तद्वदेव प्रकृते अपि. तस्मात् पूर्वम् अत्र पूर्वस्मिन् परिच्छेदे अहं प्रेषयिष्यामि गृहपाठरूपेण जन्यप्रत्यक्षविषयत्वम् इति समस्तपदमस्ति, अपि च चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति पुनः समस्तपदमस्ति. तर्हि गृहपाठेन समस्तपदस्य विग्रहवाक्यं लेखनीयं. यदि विग्रहवाक्यं लिखामः तर्हि इतोपि समीचीनबोधः जायते. अहं प्रेषयिष्यामि, किन्तु गृहपाठः एतदेव भवति. इदानीं समासः, समासस्य विग्रहं चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति समस्तपदं, तस्य विग्रहवाक्यं लेखनीयम्. अस्तु, अग्रे पठतु महोदय. तद्वदेव प्राप्तं खलु? जन्यत्वं कार्यत्वं वा सः मात्रपदपूर्ववर्ति यत् संस्कारपदं तदर्थभिन्नस्य सम्बन्धः भवति, तथा च संस्कारभिन्नजन्यत्वं प्रतीतं तस्य च अभावः स्मृतौ प्रकृतलक्षे मात्रपदात् बोध्यते. संस्कारजन्यत्वं तु संस्कारजन्येति अंशेन लब्धम् इति संस्कारभिन्नजन्यत्वाभावः संस्कारजन्यत्वं च संस्कारमात्रजन्यम् इति वाक्येन बोध्यते. इत्थमेव च गन्धमात्रग्राहकं घ्राणेन्द्रियम् इति अत्र ग्राहक इत्यस्य प्रत्यक्षजनकत्वम् अर्थम् आदाय अर्थः वर्णनीयः. घटमात्रविषयकम् इत्यत्र अपि अर्थ स्फुट एव. प्रकृते नाम अत्र अपि अधुना तद्वदेव प्रकृते अपि मातृपदोत्तरं स्मृतेः लक्षणं खलु. स्मृतेः लक्षणम् अहम् अस्मिन् विवरणे प्रकृतेपि मातृपदोत्तरं जन्यपदं श्रुतं तदर्थं प्रसिद्धं जन्यत्वं कार्यत्वं वा न अवगतं. तदर्थं अत्र स्मृतेः लक्षणवाक्यम् एकवारं वदतु महोदय. संस्कारमात्रजन्यं ज्ञानं स्मृतिः. अत्र अस्मिन् लक्षणवाक्ये जन्यम् इति पदं दृश्यते खलु. संस्कारमात्रजन्यं ज्ञानं स्मृतिः. अत्र जन्यम् इति पदं दृश्यते खलु. तस्मिन् विषये अत्र उक्तमस्ति जन्यपदं श्रुतं तदर्थः जन्यम् इति पदस्य अर्थः वदतु इदानीं. तत् प्रसिद्धमेव जन्यम् इत्युक्ते यस्मिन् जन्यत्वम् अस्ति. कार्यत्वं यस्मिन् जन्यत्वं वा कार्यत्वं वा अस्ति तदेव जन्यम् इति कथ्यते खलु. अस्तु अग्रे. तेन सह मातृपदपूर्ववर्ति यत् संस्कारपदं तदर्थभिन्नस्य सम्बन्धो भवति. आम् मातृपदात् पूर्वं संस्कार इति अत्र शब्दः अस्ति तस्य तदर्थ तेन सह सम्बन्धः भवति वा संस्कार. अत्र जन्यम् अत्र संस्कार मातृजन्यम् इति पदत्रयमस्ति खलु. आमाम् तत्र प्रत्येकं पदं स्वीकृत्य चिन्तयति जन्यम् इत्युक्ते किं यस्मिन् जन्यत्वं वा कार्यत्वं वा अस्ति तदेव जन्यम् अस्ति वा. तर्हि जन्यम् इति पदं संस्कारमात्र इति पदेन सह तस्य अन्वयः सम्बन्धः अस्ति. अस्तु अग्रे. तथा च संस्कारभिन्न जन्यत्वं प्रतीतं तस्य च अभावः स्मृतौ प्रकृतलक्षे मात्रापदात् बोध्यते. मातृपदस्य विषयः अस्ति अत्र. तथा च संस्कारभिन्नजन्यत्वं प्रतीतं तस्य च संस्कारभिन्नेन जन्यत्वं स्मृतिलक्षणे अवगतमेतत् नाम संस्कारभिन्नेन स्मृतिनिर्माणं न भवति इति मातृपदेन उक्तमस्ति इति अर्थः वा तस्य. अत्र जन्यम् इत्युक्ते किं तस्य अभावः यस्मिन् जन्यत्वम् अस्ति तदेव जन्यं खलु. अपि च मात्र इति पदस्य स्थाने भिन्न इति पदं स्थापितं तर्हि संस्कारमात्रजन्यम् इत्युक्ते किम् यस्मिन् संस्कारभिन्नजन्यत्वम् अस्ति तदेव संस्कारमात्रजन्यं खलु. अस्ति तर्हि संस्कारभिन्नजन्यत्वं तस्मिन् न भवेत् तत्र अभावः तस्य अभावः स्मृतौ इति संस्कारभिन्नजन्यत्वं संस्कारभिन्नजन्यत्व अभावः स्मृतौ भवेत् इति मात्रपत्रे केवलं मात्र इति पदेन किं परामर्शितम् इति चेत् संस्कारभिन्नजन्यत्व अभावः परामर्शितः अस्ति. अस्तु अग्रे महोदय. अवगतम् एतत् वाक्यं. संस्कारजन्यत्वं तु संस्कारजन्येति अंशेन लब्धम् इति संस्कारभिन्नजन्यत्व अभावः संस्कारजन्यत्वं च संस्कारमात्र जन्यमिति वाक्येन बोध्यते. संस्कारजन्यत्वं तु संस्कार जन्य इति अंशेन लब्धम् इति संस्कारभिन्न क्षम्यतां केवलं स्पष्टीकरणार्थं वयं वदामि, तद् अन्तिमपदमस्ति संस्कारमात्रजन्यम् इति वाक्येन, तर्हि संस्कारमात्रजन्यम् इति अस्ति, अतः तत् अस्य अर्थः कः? प्रथमं तु एकं कि संस्कारेण संस्कारेण जन्यत्वं खलु प्रथमं तु, अतः संस्कारजन्यत्वम् अस्ति प्रथमं तु। द्वितीयरीत्या कथं वक्तुं शक्नुमः? तर्हि संस्कारभिन्न यत्किमपि अस्ति तस्य जन्यत्वस्य अभावः अपि अस्ति खलु, संस्कारजन्यत्वमस्ति अपि च संस्कारभिन्नजन्य अभावः अस्ति, जन्यत्व अभावः अस्ति, तद्वयम् एतदेव पदेन अत्र उक्तं संस्कारमात्रजन्यम् इति वाक्येन, तदेव इति अहं मन्ये। अत्र संस्कारमात्रजन्यम् इत्यत्र मात्र इति पदं त्यजामि चेत् संस्कारजन्यम् इत्युक्ते किं? यस्मिन् संस्कारजन्यत्वम् अस्ति, संस्कारजन्यत्वम् इति पदम् इति दलं लभ्यते संस्कारजन्यम् इत्यनेन। मात्र इति पदस्य योजनेन किं दलं लभ्यते? संस्कारभिन्नजन्यत्व अभावः इति दलं लभ्यते। तर्हि मात्र इति पदेन दलद्वयं लब्धं, संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्व अभावे सति ज्ञानम् इति उक्तत्वा ज्ञानत्वं स्मृतेः लक्षणमिति दलद्वयमस्ति। किन्तु अत्र भिन्न इति पदेन लोके ये पदार्थाः सन्ति ते सर्वे अत्र उल्लिखिताः वा नो चेत् केचन पदार्थाः एव उल्लिखिताः वा इति चिन्तनीयम्। तत्र किं वक्तव्यम्? तत्र लोके सर्वे पदार्थाः किमर्थम् इत्युक्ते तत्र ज्ञानं स्मृतेः समवायकारणम् अस्ति, आत्मा इति अपि अस्ति, तत्र मनः इति तेन अपि सहायता अस्ति इति कृत्वा कारणतः सर्वत्र मनः अपि च आत्मा कारणता अस्ति। तदनन्तरं एतादृशम् अन्येषां पदार्थानां कारणता अस्ति इति कृत्वा केवलम् एकस्य पदार्थस्य निवारणम् अथवा विलक्षणपदार्थस्य निवारणं सूचितः अस्ति। हा, तत्र असाधारणकारणत्वं सूचितमस्ति, असाधारणकारणत्वं सूचितमस्ति। तर्हि केवलं संस्कारेण एव यद् जायते इत्युक्ते अत्र किञ्चित् सावधानं दत्वा अवगन्तव्यं सर्वैः, इत्युक्ते अन्यत् यत्किमपि कारणं विना यद् ज्ञानं जायते तदेव स्मृतिः इति वदामश्चेत् आत्मानं विना अपि संस्कारः जायते इति भवति खलु, किन्तु तद् यदा कदापि न भवति। तर्हि यदि आत्मा मनः इति अन्यानि कार्याणि, कालः दिक् इति अन्यानि कार्याणि अपि अत्र स्वीकुर्मश्चेत् तर्हि असम्भवः भवति, तादृशज्ञानं यदा कदापि न भवति खलु। शिला महोदय? तर्हि तादृशं न वक्तव्यं, यथा भवता उक्तम् अत्र संस्कारमात्र अत्र भिन्नपदेन संस्कारभिन्नजन्यत्व अभावः इत्यनेन भिन्नपदेन लोके ये पदार्थाः सन्ति ते सर्वे अत्र उल्लिखिताः इति स्वीकुर्मश्चेत् लक्षणे असम्भवदोषः भवति। तर्हि यानि साधारणकारणानि सन्ति तेषाम् उल्लेखः अत्र न करणीयः, अतः एव अत्र पूर्वस्मिन् परिच्छेदे किं लिखितं? स्मृतिर्लक्षणेपि संस्कारभिन्न इन्द्रियं, भिन्नम् इन्द्रियं विवक्षितम् इति लिखितम्। अत्र भिन्नम् इति पदेन केवलम् इन्द्रियाणि एव विवक्षितानि सन्ति, सर्वे पदार्थाः अत्र स्वीकुर्वश्चेत् असम्भवदोषः भवति लक्षणे। तत्र कालस्यापि अपेक्षा भवति वा? तत्र सर्वमस्ति, साधारणकारणानि षड् साधारणकारणानि सन्ति, षड् साधारणकारणानि सन्ति सर्वत्र, प्रागभावः अपि एकविधकारणमस्ति अस्ति सत्यं। हा, इति कृत्वा तेषाम् उल्लेखः अत्र न करणीयः। तर्हि भिन्न इति पदेन कस्य उल्लेखः क्रियते इति चेत् अन्येषाम् इन्द्रियाणां इत्युक्ते यत्किमपि इन्द्रियस्य अपेक्षां विना यद् ज्ञानं जायते तदेव संस्कारः इति एव अवगन्तव्यम्। अत्र भिन्नपदेन लोके संस्कारं विना लोके ये पदार्थाः सन्ति तेषां सर्वेषाम् अत्र परामर्शः अस्ति इति स्वीकुर्मश्चेत् लक्षणस्य असम्भवदोषः भवति, यत्र कुत्रापि न पतति। स्मृतिः आत्मा विना स्मृतिः, आत्मानं विना स्मृतिः यदा कदापि न जायते खलु। तत् समवायिकारणं भवेदेव इति कृत्वा तदेव अत्र लिखितमस्ति। अस्तु, तर्हि संस्कारभिन्नजन्यत्वाभावः अभावे सति संस्कारजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणम् इति दलत्रयमस्ति अस्मिन् वाक्ये। संस्कारभिन्न, अत्र भिन्न इति पदेन लोके ये पदार्थाः सन्ति तेषाम् उल्लेखः न कृतः, केवलम् इन्द्रियाणाम् उल्लेखः कृतः, तावदेव अवगन्तव्यम्। अस्तु अग्रे महोदय, इत्थमेव इत्थमेव च गन्धमात्रग्राहकं घ्राणेन्द्रियम् इत्यत्र ग्राहक इत्यस्य प्रत्यक्षजनकत्वम् अर्थमादाय अर्थवर्णनीयः। गन्धमात्रग्राहकं घ्राणेन्द्रियम् इत्यत्र ग्राहक इत्यस्य प्रत्यक्षजनकत्वम् अर्थमादाय अर्थवर्णनीयः। स्पष्टमस्ति न अत्र? आमाम्, अत्र ग्राह्य इति पदमस्ति खलु, ग्राह्य इति पदेन जन्यप्रत्यक्षविषयत्वम् ग्राहकम् इति अस्ति, गन्धमात्रग्राहकं। तर्हि ग्राहक इति पदस्य एकः अर्थः यः ग्रहणं करोति सः ग्राहकः। हा, अत्र तदेव अत्र लिखितमस्ति ग्राहक इत्यस्य प्रत्यक्षजनकत्वम् इति अर्थमादाय प्रत्यक्षजनकत्वम् आदाय। आम्, तर्हि ग्राह्यम् इत्युक्ते किं? जन्यप्रत्यक्षविषयत्वम् एव ग्राह्यम् इति पदेन उल्लिखितमस्ति। इत्युक्ते जन्यप्रत्यक्षविषयत्वं यस्मिन् अस्ति तदेव ग्राह्यम् इति भवति। जनकः ग्राहकः इत्युक्ते कः इति चेत् प्रत्यक्षजनकत्वं यस्मिन् अस्ति सः एव ग्राहकः इति। अस्तु, धन्यवादः महोदय। विजयभगिन्याः प्रश्नः अस्ति अत्र। विजयभगिनी, अत्र गन्धमात्रग्राहकम् इत्यत्र मात्र इति पदेन किं किं स्वीकर्तव्यं, किं किं त्यक्तव्यं वदति वा? गन्धमात्रेण ग्राह्यम् इति अन्ये इन्द्रिये गन्धं मात्र वा अन्ये इन्द्रैः त्यक्तव्यम्? अन्ये इन्द्रियाणि त्यक्तव्यं गन्धः। किञ्चित् प्रतिपादयतु, किमर्थं सर्वे पदार्थाः किमर्थं न स्वीकर्तुं शक्यते? गन्धद्रव्यं पृथिव्याम् अस्ति किल? एकमिनिट् भवति। अस्तु, अत्र गन्धं मात्र ग्राहकम् इति कस्य लक्षणवाक्यमस्ति महोदय? गन्धं मात्र ग्राहकम् इति वाक्यं कस्य लक्षणवाक्यमस्ति? पृथिव्यां नास्ति। ओ, गन्ध अस्तु, पृथिव्याः लक्षणं किम्? कन्फ्यूशन्। वर्षा भगिनी वदतु, पृथिव्याः लक्षणं? गन्धवत्वं पृथिव्यां लक्षणम्। हा, गन्धवत्वं पृथिव्याः लक्षणम्। अत्र तु इदानीं किं किं दत्तमस्ति? गन्धमात्रे ग्राहकम् इति दत्तं, तर्हि कस्य लक्षणम् एतत्? ग्राण, हा, ग्राणि इन्द्रियस्य लक्षणं। हा, ग्राणेन्द्रियस्य लक्षणं गन्धमात्रग्राहकम्। हा, महोदय, अस्तु, तर्हि कति दलानि सन्ति? अत्र ग्रन्थ गन्धम् इति गुणत्वम् अस्ति अत्र मात्रपदयोजनेन अन्य इन्द्रियेभ्यः अन्य इन्द्रियाणि सूचयति इतोपि क्लेशः भवति. सामान्यतया यथा पूर्वं लिखितं संस्कारभिन्नजन्यत्वाभावे सति संस्कारजन्यत्वम् इति लिखितम् अस्ति, तादृशं वदतु. गन्धमात्रग्राहकं ग्राणेन्द्रियम्. गन्धमात्रग्राहकम् इत्युक्ते ग्राणेन्द्रियं, केवलं ग्राणेन्द्रियं गन्धं गन्धं गृहीतुम् अर्हति. अन्य केवलम् इत्युक्ते ग्राणेन्द्रियं, केवलं ग्राणेन्द्रियम् ग्राणेन्द्रियेण प्रत्यक्षं प्रत्यक्षम् अस्ति गन्धः इति गुणः. अन्य इन्द्रियाणि भिन्न इन्द्रियाणि न ग्रह्यति. तदनन्तरं गुणत्वम् इति न अत्र किमर्थं गुणत्वम् इति अत्र कस्य लक्षणं भगिनी? गुणम् इति नास्ति. ग्राणेन्द्रियं गुणं वा? न न न इन्द्रियस्य लक्षणं वा? हा, इदानीं तदेव मम प्रथमप्रश्नः कः आसीत्, कस्य लक्षणं ग्राणेन्द्रियं? ग्राणेन्द्रियम् इति कीदृशपदार्थः अस्ति तद्वदतु. कीदृशपदार्थः? द्रव्यं. हा, द्रव्येषु नवद्रव्येषु कीदृशद्रव्यमस्ति ग्राणेन्द्रियम्? पृथ्वी. पार्थिवद्रव्यम्. आम्, पार्थिवद्रव्यम्. अस्तु, तर्हि इदानीं गुणत्वम् इति मा चिन्तयतु. अत्र द्रव्यस्य विषये चिन्तनम्. अस्तु, तर्हि वदतु इदानीं समीचीनतया वदतु. गन्धमात्रग्राहकं ग्राणेन्द्रियं, तर्हि कति दलानि सन्ति? गन्धं घटमात्र इति लिखितं न भवति. गन्धं मात्र ग्राहकम् इत्युक्ते केवलं गन्धम् एव प्रत्यक्षं करोति. गन्धभिन्न अन्य इन्द्रियेण न गृह्यते इति. अस्माकं लक्षणं किं, लक्ष्यं किं? भवती भिन्नरीत्या वदन् अस्ति, लक्ष्यं किम् अत्र? गन्धमात्रग्राहकं ग्राणेन्द्रियं किम् इति. हा, तर्हि इदानीं लक्षणं लक्ष्यमस्ति ग्राणेन्द्रियम्. किन्तु भवती किं वदति, गन्धस्य लक्षणं? गन्धमात्रग्राहकं ग्राणेन्द्रियम्. तर्हि इदानीम् अस्माकं लक्ष्यं मनसि निधाय प्रतिपादयतु, वदतु पुनः एकवारं. ग्राणेन्द्रिये गन्धम् अस्ति. भवती किं वदति, गन्धम् इति लक्ष्यम् इति स्वीकृत्य वदति ग्राणेन्द्रियेण गृह्यते इति. तद् मया न पृष्टं खलु. गन्ध, इदानीम् अस्माकं लक्ष्यमस्ति ग्राणेन्द्रियम्. गन्धं स्वीकृत्य ग्राणेन्द्रियं निरूपयतु. केवलं गन्ध ग्राहकं ग्राणेन्द्रियं दलं, प्रथमदलं भिन्न रूप अन्यानि गुणानि न गृहीतुं शक्यते. गुणाः अन्यगुणाः न गृह्यते. अन्यगुणैः अन्यगुणग्राहत्व अभाव गन्धम् इति गुणस्य ग्राहकं प्रथमदलं गन्धं विना अन्यगुणैः न गृह्यते अभाव अन्यगुणग्राहत्व अभाव इति दलद्वयम् समीचीनतया न उक्तवती. तत्र संस्कृते दोषः अस्ति भवतु, किन्तु अवगतवती इति वक्तव्यम् इत्युक्ते अत्र भिन्न इति पदेन केषां निवारणं कृतम् इति चेत् अन्येषां गुणानां निवारणं कृतम्. अपि च सर्वेषां गुणानां निवारणं वा न? अन्य असाधारणगुणाः षड्गुणाः सन्ति इति भवान् वदति किल? न, अहं किमपि न उक्तवान्, भवती वदतु. साधारणगुणाः नास्ति. साधारणगुणाः इति किम् इत्युक्ते किं साधारणगुणः? अन्ये केवलं मात्रपदयोजनेन अन्यानि इन्द्रियाणि सूचयति, न न कालः दिक् इति. अस्तु, अन्य कोऽपि इदानीं प्रतिपादयतु. महोदय, हा श्रीराम महोदय वदतु. तत्र गन्धमात्रग्राहकं ग्राणीन्द्रियम् इत्यत्र यथा भगिन्या उक्तं किञ्चित् तत्र गन्धप्रत्यक्षजनकत्वम् इति ग्राणीन्द्रियस्य लक्षणम्. अनन्तरं द्वितीयमात्रपदं किं वदति इत्युक्ते गन्धभिन्न प्रत्यक्ष अभावः. तत्र ग्राणीन्द्रियेण रूपस्य वा स्पर्शस्य वा स्पर्श इति गुणस्य वा रूपस्य वा तत्र शब्दस्य वा ग्रहणं न भवति ग्राणेन्द्रियेण इति कृत्वा. अस्तु, समीचीनं. तर्हि इतोपि प्रथमम् अहं लक्षणवाक्यं वदामि. गन्धमात्रग्राहकं ग्राणेन्द्रियम् इत्यत्र दलद्वयमस्ति. गन्धप्रत्यक्षजनकत्वे सति तत्र सर्वं लिखितं खलु, केवलम् अस्माभिः चिन्तनीयं तावदेव. गन्धप्रत्यक्षजनकत्वे सति गन्धभिन्नप्रत्यक्षजनकत्व अभावः ग्राणीन्द्रियस्य लक्षणम् इति दलद्वयं, तद् प्रथमं वक्तव्यं. तदनन्तरं भिन्न इति पदेन किं किं सूचितम् इति चेत् लोके ये पदार्थाः सन्ति गन्धं विना गन्धं विहाय ये पदार्थाः सन्ति तेषां सर्वेषाम् अत्र उल्लेखः इति चेत् न इति चेत् न सर्व तत्र सर्वे गुणाः प्रत्यक्षेन न गृह्यन्ते खलु. बहवः गुणाः तत्र अनुमानेनैव निरूपितमस्ति इति कृत्वा भिन्न इति पदेन इदानीं वदतु महोदय, भिन्न इति पदेन किं किं? तत्र इन्द्रियप्रत्यक्ष गुणाः के सन्ति गन्ध विहाय इन्द्रियप्रत्यक्षगुणाः ते एव निवारिताः सन्ति. न तु इन्द्रियप्रत्यक्षं रूप इति चक्षुषा गृह्यते, चक्षुन्द्रियेण गृह्यते. तदनन्तरं स्पर्शः इति त्वगिन्द्रियेण गृह्यते. तदनन्तरं महोदय अत्र किञ्चित् करोमि, भवता अवगतमेव, किन्तु इन्द्रियप्रत्यक्षम् इति न वक्तव्यं. किमर्थम् इत्युक्ते प्रत्यक्षं नैयायिकानां मतानुसारं प्रत्यक्षम् इत्युक्ते किम् इति चेत् ज्ञानं, यद् ज्ञानम् इन्द्रियैः जायते तदेव प्रत्यक्षम्. सत्यं. तर्हि प्रत्यक्षम् इति उक्तत्वात् इन्द्रियप्रत्यक्षम् इति वदति चेत् इतोपि तत्र भिन्नप्रत्यक्षमपि अस्ति वा इति प्रश्नः उदेति खलु. अस्तु इति कृत्वा प्रत्यक्षम् इति वदामश्चेत् तत्र इन्द्रियत्वेन यज्जायते इन्द्रियेण यज्जायते इन्द्रियैः यज्जायते तदेव प्रत्यक्षम् इति कृत्वा इन्द्रियमिति न वक्तव्यं तर्हि तत् पदं त्यजतु त्यक्त्वा वदतु रूप इति गुणः चक्षुषा गृह्यते रूपप्रत्यक्षं चक्षुन्द्रियेण भवति एवमेव अन्यैः इन्द्रियैः रसनेन्द्रियेण रसः इति गुणः त्वगिन्द्रियेण तर्हि किञ्चित् भिन्न इति पदेन किं परामर्शितम् इति चेत् ये गुणाः अन्यैः इन्द्रियैः गृह्यन्ते तावदेव सत्यं तावदेव तादृशं वदामश्चेत् पर्याप्तं सत्यं तर्हि ग्राणेन्द्रियस्य लक्षणं किं गन्धप्रत्यक्षजनकत्वे सति गन्धभिन्नप्रत्यक्षजनकत्व अभावः इति अपि च अस्मिन् अत्र भिन्न इति पदेन किं किं विवक्षितम् इति चेत् अन्यैः इन्द्रियैः ये गुणाः गृह्यन्ते केवलं तेषामेव परामर्शः अन्यत् सर्वम् अन्तर्भूतमस्ति चेदपि अन्यत्र अतिव्याप्तिः न भवति किमर्थमित्युक्ते अत्र अत्र ग्राणेन्द्रियेण केवलं गुणः एव गृह्यते खलु गुणः एव गृह्यते द्रव्यमपि नास्ति इति कृत्वा तत्सर्वं न वक्तव्यम् तर्हि एतादृशं स्वीकृत्य अस्माभिः किं प्रयत्नं कर्तुं शक्यते गृहपाठरूपेण इति चेत् प्रत्येकम् इन्द्रियस्य लक्षणवाक्यं वक्तुं शक्यते प्रत्येकम् इन्द्रियस्य लक्षणवाक्यं वक्तुं शक्यते यथा गन्धमात्रग्राह्यकं ग्राहकं ग्राणेन्द्रियम् इति तत्र दलद्वयमस्ति गन्धप्रत्यक्षजनकत्वे सति गन्धभिन्न प्रत्यक्षजनकत्वाभावः इति यथा ग्राणेन्द्रियस्य लक्षणवाक्यं लिखितं तथा अन्येषाम् इन्द्रियाणामपि लक्षणवाक्यं कर्तुम् उचितमस्ति अपि च अत्र सावधानतया कर्तव्यं किमर्थमित्युक्ते त्रिभिः इन्द्रियैः केवलं गुणः एव गृह्यते ग्राणेन्द्रियेण रसनेन्द्रियेण श्रोत्रेन्द्रियेण किन्तु अन्यैः इन्द्रियैः द्रव्यमपि गृह्यते इति कृत्वा तत्र भिन्न इति पदेन किञ्चित् इतोपि स्पष्टता करणीया भवति अस्तु तर्हि इदानीम् अन्तिमवाक्यं वदस्ति स्वामीमहोदय प्रतिपादयति वा घटमात्रविषयकम् महोदय घटमात्रविषयकम् इत्यत्रापि अर्थस्फुट एव इत्युक्ते किं कस्मिन् विषये अत्र उक्तमस्ति घटमात्रविषयकः कः ज्ञानस्य वा महोदय ज्ञानं विषयकं वा विषयी न न ज्ञानस्य विषयघटः तर्हि विषयकः कः इत्युक्ते यस्मिन् विषये चिन्तनीयम् इति चेत् घटमात्रविषयकत्वं यत्र अस्ति विषयकत्वं घटमात्रविषय उत्तमं तर्हि तस्मिन् विषये चिन्त इदानीं घटमात्रविषयकम् इति चक्षुन्द्रियेण गृह्यते रूपं तस्य द्रव्यमस्ति घटं न न अत्र एतद्वाक्यं स्वीकृत्य कस्य लक्षणं भवति इति चिन्तयतु भगिनि. घटमात्रविषयकं चक्षुरिन्द्रियम् इति स्वीकरोतु. केवलं चक्षुरिन्द्रियेण एव घटः गृह्यते वा? न, भगीन्द्रियेण अपि गृहीतुं शक्यते. तर्हि घटमात्रविषयकम् इति वदामश्चेत् यदि यदि एतद् लक्षणवाक्यमस्ति, घटमात्रविषयकम् इति लक्षणवाक्यमस्ति चेत् कस्य लक्षणवाक्यं नो चेत् केषां लक्षणवाक्यं भवितुमर्हति? इदानीमेव भवत्या उक्तम्, इदानीमेव भवत्या उक्तम् चक्षु किमर्थं द्वगीन्द्रियेण तस्य द्रव्यमपि गृहीतुं शक्यते वा? चक्षुषा न महोदय. अस्तु, बहु महोदय वदतु. तत्र इन्द्रियद्वयं स्वीकरणीयं, घटमात्रविषयकत्वं चक्षुरेन्द्रिये अपि अस्ति, त्वगेन्द्रिये अपि अस्ति. त्वगेन्द्रियेनापि घटः जायते, ज्ञायते, ज्ञायते. विजी भगिनी किञ्चित् न जाने किमर्थं पुनः प्रतिध्वनिः आगच्छति भवत्याः पार्श्वे. अस्तु अस्तु, मेहुल् महोदय, यदि चक्षुरिन्द्रियम् इति स्वीकुर्मः तर्हि इतर मात्र इति पदेन इदानीं तत्र दलद्वयं स्वीकृत्य वदतु. यदि चक्षुरिन्द्रियम् इति स्वीकुर्मः, तर्हि चक्षुरिन्द्रिय स्वीकुर्मः चेत् चक्षु गन्धमात्रग्राहकं, तत्र घटमात्रविषयकः विषयकत्वं चक्षुरिन्द्रिये अस्ति, अथवा घटमात्रविषय विषयकः चक्षुरिन्द्रियम् इति इति लक्षणवाक्यं. तर्हि चक्षुरिन्द्रियजन्य जन्यत्वं नो तत् नास्ति, गन्धमात्र अस्ति, तत् घटमात्र अस्ति खलु, अतः घटजन्यत्वम् इति चक्षुरिन्द्रिये, अपि च घटभिन्न जन्यत्वं जन्यत्व अभावः चक्षुरे चक्षुरेन्द्रिये अस्ति इति आगच्छति. तर्हि किञ्चित् चिन्तनीयं खलु? आम् आम्, चिन्तनीयं, तत्र तत् समीचीनं नास्ति, परन्तु महोदय चक्षुः अपि च त्वगीन्द्रिय मात्र ग्राहकम् इति वक्तुं शक्नोति वा? किम् चक्षु अपि च त्वगीन्द्रिय इति उभवपि? इदानीं किं करणीयं, न न अत्र किं करणीयं, घटमात्रविषयकम् इति कस्य लक्षणं भवितुमर्हति इति विचिन्त्य तत्र दलद्वयं वदामश्चेत् कुत्र कुत्र भवति इति चिन्तनीयम्, इति चिन्तनीयम्. अत्र अपि च ग्राहक इति पदं न उक्तमस्ति, विषयकम् इति पदम् उक्तमस्ति. महोदय, विषयकम् इत्युक्ते विषय यः विषयः अस्ति वा, विषय यस्य अस्ति वा? यद् विषयीकरोति सः विषयकः. ज्ञानस्य विषयमेव, ज्ञान विषयीकरोति, घटं विषयीकरोति भवान् महोदय. ज्ञानस्य विषयं घटं किल? सत्यं, घट इत्युक्ते द्रव्यं, ज्ञानमात्रग्राहकम् इति वक्तुं शक्नोति वा? घटमात्रं किं कुर्मः इदानीम् अस्मिन् विषये अत्र न चिन्तयामः, सर्वे किञ्चित् चिन्तयन्तु, चिन्तनीयः एव, किञ्चित् चिन्तयन्तु, चिन्तयित्वा अग्रिमवर्गे इतोपि किञ्चित् तत्र तस्मिन् विषये चिन्तयन्तु. सर्वेषां चिन्तनं किम् इति वाट्साप् ग्रूप् मध्ये प्रेषयन्तु, तदनन्तरं चिन्तयामः पुनः तत् स्वीकृत्य. अस्तु, इदानीम् अग्रे किं कुर्मः, अग्रे सरेम, तत्र पूर्वं किं लिखितमस्ति, अग्रे किं लिखितमस्ति इति विचिन्त्य केवलं चिन्तयन्तु, चिन्तयन्ति चेत् इतोपि स्पष्टता जायते, तत्र पूर्वचिन्तनस्य अपेक्षा अस्ति। अतः अस्तु, तर्हि इदानीं स्वामीमहोदय अग्रे पठति वा प्रकृते? आं महोदय, प्रकृते स्मृतिलक्षणे मात्रपदश्रवणात् संस्कारभिन्नजन्यत्वाभाववत्वे सति, संस्कारजन्यत्वे सति ज्ञानत्वम् इति लक्षणं पर्यवस्यति। इहापि रूपलक्षणवत् प्रथमसत्यन्तं द्वितीयसत्यन्तं ज्ञानत्वम् इति विशेष्यम् इति त्रिधा विभागं कृत्वा दलानां सार्थक्यं चिन्त्यम्। प्रकृते स्मृतिदर्शने मात्रपदश्रवणात्, हा मात्रपदं संस्कारभिन्नजन्यत्व अभाववत्ते भवान् किं भवता किं करणीयं तत्र मनसि कृपया न चिन्तयतु, यद् भवान् चिन्तयति तद् उच्चैः चिन्तयतु। प्रथमं प्रकृते स्मृतिलक्षणे, स्मृतिलक्षणवाक्यम् एकवारं वदतु। संस्कारजन्यज्ञानं स्मृतिः, भोः रचयतु इति मया न लिखितं, वदतु इति लिखितं। संस्कारमात्रजन्यं ज्ञानं स्मृतिः महोदय, हा एकवारं वदतु, पुनः पुनः वदनेन एव मनसि, हा वदतु। संस्कारमात्रजन्यज्ञानं स्मृतिः, अस्तु हा, तर्हि तस्मिन् स्मृति तस्मिन् लक्षणवाक्ये मात्रपदश्रवणात्, अत्र मात्र इति पदम् उल्लिखितमस्ति खलु, सत्यं महोदय, तेन तत्र इदानीं लक्षणवाक्ये कति दलानि सन्ति इति अत्र लिखितमस्ति, संस्कारभिन्नजन्यत्वाभावत्वे सति संस्कारजन्यत्वे सति ज्ञानत्वम् इति दलत्रयमस्ति खलु, दलत्रयमस्ति महोदय, हा तर्हि ज्ञानत्वम् इति दलेन किं जातं भवान् चिन्तयतु, इदानीं एतत् सर्वं परिचितमस्ति खलु, तर्हि इदानीं दलसार्थं किं करोतु, ज्ञानत्वम् इति पदं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति चिन्तनीयम्। ज्ञानत्वं त्यजामः चेत् महोदय, अस्तु सर्वैः अत्र अत्र एतादृश अभ्यासः अनिवार्यः, एतादृशं सर्वत्र चिन्तनीयं, यदि एतादृशं न चिन्तयामः वेदान्तः अपि न अवगन्तुं शक्यते, स्पष्टता न जायते इति कृत्वा कुत्र अतिव्याप्तिः भवति, कुत्र अव्याप्तिः भवति, असम्भवः भवति वा इति एतादृशस्पष्टचिन्तनं सर्वैः करणीयम्। अतः एव अत्र लिखितमस्ति दलानां सार्थक्यं, सार्थक्यम् इत्युक्ते दलत्रयमपि आवश्यकम् इति अस्माभिः चिन्तनीयं, तत् प्रत्येकं दलं स्वीकृत्य यथा पूर्वम् अस्माभिः दृष्टं, तर्हि आहत्य इदानीं दलद्वयम् अस्ति, दलत्रयमस्ति चेत् कति सम्भावनाः सन्ति, सम्भावना इत्युक्ते पर्मिटेशन् काम्बिनेशन्, स्वामिनमहोदय वदतु। प्रथम न न मम प्रश्नस्य उत्तरं ददातु, कति सम्भावनाः सन्ति यदि एकस्मिन् लक्षणवाक्ये त्रीणि दलानि सन्ति, तर्हि दलसार्थक्यर्थं कति सम्भावनाः सन्ति, हौ मेनि पर्मिटेशन्स् अण्ड् काम्बिनेशन्स् यु केन् गेट् इफ् देर् इस् त्री दला, षड् षड् महोदय, हा समीचीनं, तर्हि षड् सम्भावनाः सन्ति खलु, आं महोदय, ते ताः काः इति एकवारं वदति वा, षड् सम्भावनाः काः, प्रथम किं प्रथमदलं प्रथमदलं सम्भवति महोदय, किन्तु द्वितीयतृतीयदलं न नास्ति तत्र. प्रथमदलम् तर्हि षट् सम्भावनाः काः इति वदतु. अत्र अत्र दलत्रयमपि दत्तमस्ति खलु महोदय, साक्षात् वदतु. संस्कारभिन्न जन्य अभावत्वम् समीचीनतया पठतु एकवारं. संस्कारभिन्नजन्यत्वाभाववत्व हा संस्कारभिन्नजन्यत्वाभाववत्वम् इति एकं दलं. यदि एकमेव दलं लक्षणवाक्यम् इति स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति इति प्रथमसम्भावना. द्वितीयसम्भावना कः का? संस्कारजन्यत्वजन्यत्वं. समीचीनं. तृतीयदलं किं? ज्ञानत्वम्. अस्तु, तर्हि इदानीं ज्ञानत्वं, तर्हि केवलं ज्ञानत्वम् इति दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? अत्र वदामि महोदय. हा वदतु वदतु. अत्र अनुभवे अतिव्याप्तिः भवति. अनुभवः इति समीचीनम्. अनुभवः अपि ज्ञानं खलु, स्मृतिः अपि ज्ञानम्, अनुभवः अपि ज्ञानं. तर्हि द्वये ज्ञानत्वमस्ति, तर्हि अनुभवे अतिव्याप्तिः इति तादृशम्. अस्तु, इदानीं चतुर्थसम्भावना कः? संस्कारभिन्न संस्कारभिन्नजन्यत्वाभाववत्वं संस्कारजन्यत्वम् अस्ति, किन्तु ज्ञानत्वं नास्ति. हा, संस्कारभिन्नजन्यत्वाभाववत्वे सति संस्कारजन्यत्वम् इति चतुर्थसम्भावना. पञ्चमसम्भावना? संस्कारभिन्नजन्यत्वाभाववत्वं भवत्ते सति ज्ञानत्वम्. हा, उत्तमम् इति पञ्चमसम्भावना. षष्टमसम्भावना? संस्कारभिन्नजन्यत्वाभाववत्वे सति संस्कारजन्यत्वे सति ज्ञानत्वम्. न न न, षष्टमसम्भावना संस्कारजन्यत्वे सति ज्ञानत्वम् इति. यत्र दलद्वय दलत्रयं भवति तत्र षट् सम्भावनाः भवन्ति दलसार्थक्यार्थं. तर्हि प्रत्येकं दलं स्वीकृत्य केवलम् एकमेव दलं लक्षणत्वेन भवति चेत् कुत्र अतिव्याप्तिः वा अव्याप्तिः वा, कुत्र दोषः भवति इति चिन्तनीयम्. तर्हि इदानीं तिस्रः सम्भावनाः लब्धः. तदनन्तरं दलद्वयं स्वीकृत्य पुनः तिस्रः सम्भावनाः सिद्ध्यन्ते. आहत्य षट् सम्भावनाः सन्ति. षट् सम्भावनाः एकस्मिन् पार्श्वे लिखित्वा प्रत्येकं सम्भावनायाः कुत्र दोषः भवति इति तादृशं चिन्तनीयम्. तर्हि तदपि गृहपाठत्वेन आहत्य अत्र गृहपाठत्रयमस्ति अद्य. प्रथमं तु चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति समस्तपदस्य विग्रहवाक्यं लेखनीयम्. द्वितीयं तु घटमात्रविषयकं वस्तुतः अत्र चत्वारः अभ्यासाः सन्ति, गृहपाठाः सन्ति. घटमात्रविषयकम् इति कस्य लक्षणं भवितुम् अर्हति इति तत्रापि मात्र इति पदस्य किञ्चित् विश्लेषणं कृत्वा लिखित्वा कुत्र कुत्र अतिव्याप्तिः अव्याप्तिः इति चिन्तनीयम्. तृतीयमस्ति अत्र अन्येषाम् इन्द्रियाणां लक्षणवाक्यं लेखनीयम्. चतुर्थमस्ति अत्र षट् सम्भावनाः ये सन्ति तत्र कुत्र कुत्र अतिव्याप्तिः भवति इति चिन्तनीयम्. एतादृशचिन्तनं कुर्मश्चेदेव समीचीनबोधः जायते. नो चेत् अत्र यद् लिखितं तद् आधारीकृत्य अग्रे गच्छामश्चेत् किमर्थम् इत्युक्ते इदानीं वयं कुत्र स्मः इति चेत् अग्रे इदानीं तत्र प्रत्यभिज्ञा इति पाठः भवति. तदनन्तरं ज्ञानम् अनुभवः इत्यस्मिन् विषये पाठः जायते. तत्र बहु किमपि अस्ति, प्रौढता जायते तत्र. तर्हि एतादृशचिन्तनस्य आवश्यकता, चिन्तनशक्तेः आवश्यकता अस्ति अग्रे गमनात् पूर्वम्. यदि एतादृशचिन्तनम् अलब्ध्वा अग्रे गच्छामश्चेत् महान् क्लेशः अनुभूयते, तर्हि यावद् आवश्यकम् अत्र किञ्चित् स्थित्वा चिन्तयामः. तर्हि आहत्य चत्वारः गृहपाठाः सन्ति, अहं प्रेषयिष्यामि होम्वर्क् तत्र मेल् मध्ये प्रेषयिष्यामि. तस्मिन् तेषां विषये अग्रिमवर्गे गभीरचिन्तनं भवत्येव, तर्हि सर्वैः करणीयमेव. अस्तु, प्रश्नाः सन्ति वा? अग्रिमे अग्रिमपरीक्षते एव दत्तं षड् सम्भावना तत्र कुत्रापि व्याप्ति भवति इति सर्वम् अग्रिमपरीक्षा. किन्तु किन्तु पूर्वमेव वयमेव चिन्तयामश्चेत् तदनन्तरं झटिति पठितुं शक्यते, अपि च तत्र अर्थबोधः जायते. नो चेत् अत्र वार्ताद्वयमस्ति, एकं तु भाषायाः शैली किञ्चित् प्रौढता अस्ति अत्र, इत्युक्ते संस्कारभिन्नजन्यत्वाभाववत्वम् इति केवलं तस्यैव समस्तपदस्य विग्रहवाक्यं लेखनीयं चेत् बहु किमपि अस्ति तत्र अवगमनार्थं. तत्र अस्माकम् अवधानं गच्छति चेत् सिद्धान्तं त्यजामः, सिद्धान्ते अवगमनं जायते चेत् भाषां त्यजामः. तर्हि द्वयोः आवश्यकता अस्ति इति कृत्वा किञ्चित् पूर्वमेव चिन्तनं कृत्वा अग्रे पठामश्चेत् आम् मया एतत् चिन्तितं, नो चेत् अत्र एव मया दोषः कृतः इति भवति. आम् अग्रे अस्ति, निश्चयेन अस्ति. अहम् एकं वक्तुम् इच्छामि महोदय. हा, वदतु महोदय. अत्र अस्माकं मुख्यलक्ष्यम् अस्ति चिन्तनं, न तु पठनम् इति. पूर्वमेव चिन्तयामश्चेत् तदा तादृशचिन्तनं वयं प्राप्तुं शक्नुमः, अथवा पुस्तकं पठामश्चेत् तत्र पुस्तके यत् अस्ति तद् अवगच्छामः तु स्वतन्त्रचिन्तनं यदा कदापि न भवति. सत्यं सत्यम्. अतः एतादृश अभ्यासः सम्यक् एव अस्ति महोदय, धन्यवादः. आमामाम्, अत्र उत्तरं न लब्धं चेदपि क्लेशः नास्ति. तर्हि अग्रे पठामश्चेत् कुत्र अस्माकं चिन्तनं स्थगितम् इति ज्ञातुं शक्यते खलु. सत्यम्. किन्तु चिन्तनमेव न कुर्मश्चेत् भवतु, तत्र ग्रन्थकारः एव सर्वं चिन्तयति इति चेत् भवतु. हा, ग्रन्थकारेण समीचीनतया चिन्तितम् इति वयं सर्टिफिकेट् कर्तातुं शक्यते सम्प्रति. अनेन अस्माकं लाभः किमपि नास्ति. अस्तु, तर्हि अहं प्रेषयिष्यामि. समयः जातः, अत्र स्थगयामः. अपि च ये नूतनाः सन्ति ते अपि विषये एतेषां विषये चिन्तनं कर्तुं शक्यते एव. भवन्तः अग्रिमवर्गे भागं वहन्ति एव. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादः. धन्यवादः.